अस्तु, तर्हि अत्र गीतासोपानस्य द्वितीयभागस्य सप्तमाध्यायः प्रवर्तमानः, विशेषणविशेषभावः इति अस्माकं विषयः। अयं च विषयः नूतनः नास्ति, प्रायः सर्वेषां परिचयः तु अस्ति एव, तथापि अभ्यासेन लाभः अवश्यम्। प्रथमतया किं वक्तव्यं यत् क्रियापदम् अपि च विशेषणम् अत्र किञ्चित् अवधानं भवेत्। नाम तिङन्तपदम् अथवा क्रियापदं तत्र कुत्र कुत्र भिद्यते, कुत्र भिद्यते इति क्रियापदम्। उदाहरणार्थं वचनस्य आधारेण तिङन्तपदं भिद्यते वा? एकवचने, द्विवचने, बहुवचने, तत्र भिद्यते वा? उदाहरणार्थं गच्छति, गच्छति, गच्छतः, गच्छन्ति, हा इति वचनस्य आधारेण भिद्यते खलु। अन्य कोऽपि अस्ति वा नूतनतया आगतः? कोऽपि अस्ति वा उचितं नाम? अस्तु, अग्रे सरि। नमस्कारः, कोऽपि अस्ति वा? निहारिका। अस्तु भगिनि, हा अस्तु। तर्हि विशेषणविशेषभावः इति विषयः अस्ति। इदानीं क्रियापदस्य च विशेषणस्य च को भेदः इति एकवारं स्मर्तव्यमस्ति। तर्हि इदानीम् अस्माभिः उक्तं यत् वचनस्य आधारेण क्रियापदं भिद्यते, यथा गच्छतः, गच्छति, गच्छति, गच्छतः, गच्छन्ति। अनन्तरं तत्र पुरुषेण, पुरुषस्य परिवर्तनेन तत्र क्रियापदं भिद्यते वा? पद्मा भगिनी किं वदति भवती? गच्छामि, गच्छन्तौ, गच्छतः, गच्छन्तः। कस्यचित् गृहे तत्र ध्वनिः अस्ति, तत्र सावधानं। मम गृहे नास्ति। कस्यचित् गृहे अस्ति, जनाः वदन्ति, अतः अन्य अपरस्मिन् प्रकोष्ठे गच्छति यस्य गृहे ध्वनिः अस्ति। अस्तु, तर्हि अत्र पुनः वदतु भगिनि, तत्र पुरुषस्य आधारेण, यथा पुरुषः नाम, पुरुषः इत्युक्ते किं? प्रथमपुरुष गच्छामि, उत्तमपुरुष गच्छामि, प्रथमपुरुष गच्छन्तः। एकनिमेषः चिन्तयतु, विचिन्त्य वदतु। प्रथमपुरुष गच्छति, पुरुषत्रयस्य नाम किं? प्रथमपुरुषः, उत्तमपुरुष, मध्यमपुरुष। अस्तु, तर्हि एकवचने वदामः, गच्छामि, गच्छामि, उत्तमपुरुष, मध्यमपुरुष, गच्छतु, लट् लट् लट् लकारः। अस्तु, निहारिका भगिनी साहाय्यं करोतु कृपया। गच्छामि, गच्छतः, गच्छन्ति, तत्र वचनभेदः, इदानीं पुरुषभेदः इति, एकवचने पुरुषभेदेन कथं भिद्यते क्रियापदम्? अत्र पुष्पा भगिनी वदति वा? गच्छ, मध्यमपुरुष, गच्छ, तत्र स्पीकर् फोन् मास्तु कृपया। मध्यमपुरुष, गच्छ, न न, तत्र लोट् अस्ति, लट् लकारः, लट् विद्यमाने, लट् गच्छति, गच्छामि, बालकः, गच्छसि, गच्छसि न, क्रमेण कुर्मः संस्कृतभाषायां तत्र प्रथममस्ति प्रथमपुरुषः बालकः किमस्ति गच्छति अनन्तरं मध्यमपुरुषः नाम त्वं त्वं किं भवति गच्छसि अहं गच्छामि इति पुरुषभेदः अस्ति खलु तर्हि क्रियापदे वचनस्य आधारेण भेदः अपि च पुरुषस्य आधारेण भेदः अनन्तरं किमपि अस्ति वा वचनस्य पुरुषस्य च अनन्तरं किमपि अस्ति वा लिङ्गमस्ति परन्तु लिङ्गतः भेदः नास्ति महोदय हा लिङ्गस्य आधारेण तु क्रियपदस्य भेदः न भवति अस्तु यत्र विशेषणमस्ति तत्र कीदृशी स्थितिः अस्ति सुब्रह्मण्यमहोदय तत्र विजिन्य वदतु यत्र विशेषणमस्ति यथा उन्नतः अस्माकं वचनभेदः पुरुषभेदः अपि च लिङ्गभेदः तत्र कुत्र कुत्र भिद्यते विशेषणं उन्नत प्रश्न न आगच्छामि यथा अस्माकम् अभ्यासः कृतः तत्र क्रियापदस्य तिङन्तपदस्य इदानीं विशेषणं तत्र एकः तत्र बालकः अस्ति एकः बालकः स च बालकः तत्र उन्नतशब्दस्य संयोजनं करोतु तत्र तस्मिन् वाक्ये उन्नतशब्दः उन्नतः बालकः एकः उन्नतः बालकः इदानीं तत्र यत्र वचनभेदः अस्ति तत्र करोतु द्वौ बालकौ उन्नतौ बालकौ उन्नतौ बालकौ द्वौ उन्नतौ बालकौ स्तः हा अपि च बहुवचने त्रयः उन्नताः बालकाः बालकाः सन्ति एतत् सर्वं नूतनं नास्ति खलु एतत् नाम किं काठिन्यमस्ति अत्र एकः उन्नतः बालकः द्वौ उन्नतौ बालकौ त्रयः उन्नताः बालकाः सन्ति हा उन्नताः बालकाः अतः वचनस्य भेदेन विशेषणस्यापि भेदः भवति खलु रूपभेदं भवति इदानीं भवान् एव वदतु तत्र पुरुषभेदेन तत्र भिद्यते वा एकवारम् एकनिमेषः भगिनी तत्र सुब्रह्मण्यमहोदय तत् वदति वदतु भवान् एकः बालकः अस्ति प्रथमपुरुष एकः बालकः असि मध्यमपुरुष एकः बालकः पुनः उत्तमपुरुषस्य उदाहरणं न सन्ध्या भगिनी वदतु उत्तमपुरुष उत्तमः उन्नतः उन्नतः अस्मि उपविशति वा क्रियापदं क्रियापदस्य आवश्यकता अपि नास्ति भवितुमर्हति नापि भवितुमर्हति तत्र बालकः इति वदतु उन्नतः उन्नतः बालकः अस्ति प्रथमपुरुषः हा इति प्रथम इदानीं मध्यमपुरुषः कः उन्नतौ बालकौ तत्र उन्नतौ बालकौ इति कः पुरुषः मध्यम तत्र प्रथमपुरुषः द्वि हा प्रथमपुरुषः द्विवचनमस्ति, तर्हि मध्यमपुरुषः एकवचने. ओ उन्नतः बालकः अस्ति. मध्यमपुरुषः निहारिका भगिनी वदतु. मध्यमपुरुषः त्वं उन्नतः बालकः असि. अपि च हा त्वं हा तर्हि उत्तमपुरुषः भवान् उन्नतः बालकः अस्ति. उत्तमः उत्तमपुरुषः. अहम् उन्नतः बालकः अस्मि. हा इति अस्ति. तर्हि बालकः इति प्रथमपुरुषः, त्वम् इति मध्यमपुरुषः, अहम् इति मध्यम इति उत्तमपुरुषः. खलु मनसि स्थापयन्तु सर्वे. बालकः इति प्रथमपुरुषः, त्वम् इति मध्यमपुरुषः, अहम् इति उत्तमपुरुषः. स्पष्टं? तर्हि अत्र अस्माभिः किं दृष्टम्? इदानीं विशेषणस्य परिवर्तनं भवति पुरुषभेदेन. किं शिल्पा भगिनी किं वदति? हा इति समस्या अस्ति. न वदति चेत् किं भवति? न शृणोति. हा अस्तु पुनः वदामि. तत्र विशेषणस्य तत्र पुरुषस्य भेदेन पुरुषस्य भेदेन विशेषणं भिद्यते वा? पुरुषस्य भेदेन विशेषणं विशेषस्य भेदः नास्ति. भेदः नास्ति. समीचीनं. नास्ति. अहं महिला अस्मि, तर्हि अहं वदामि अहम् उन्नता अस्मि. मम भगिनी प्रथम पुरुषः अस्ति. मम भगिनी उन्नता अस्ति, तर्हि पुरुषेण भेदः न भवति. अपि च मध्यमपुरुषः. त्वम् उन्नता, अहं बालिकां वदामि चेत् अहं वदामि त्वम् उन्नता अस्ति. बहु सम्यक् अस्ति. भगिनी तु जानाति, पश्यतु. हा तत्र उन्नता सर्वत्र अस्ति. बालिका उन्नता, त्वम् उन्नता, अहम् उन्नता. तर्हि पुरुषभेदेन विशेषणं न भिद्यते. खलु हा अस्तु, समीचीनमस्ति. हा भवती तु खलु इति न वद मा वदतु, तत्र आम् इति वदतु. ओ क्षम्यताम्, आम्. अस्तु तर्हि अग्रे पुरुषभेदेन तत्र पुरुषभेदः नास्ति विशेषणस्य. अनन्तरं वचनभेदेन भिद्यते. अनन्तरं किमस्ति? लिङ्गं लिङ्गभेदेन भिद्यते वा? अस्तु तर्हि इदानीं नाम तत्र उन्नतः उन्नता उन्नता उन्नतम् इति कृत्वा खलु. इदानीम् अग्रे गत्वा तिङन्तपदस्य विशेषणस्य च भेदः कुत्र? उभयत्र साम्यं कुत्र? द्वयोः मध्ये भेदः कुत्र? नाम लिङ्गपरिवर्तनं, वचनपरिवर्तनम्, अपि च पुरुषपरिवर्तनं, तत्र कुत्र साम्यमस्ति द्वयोः मध्ये, अपि च कुत्र भेदः? मेसचूसेट्स् सुब्रह्मण्यं वदतु कृपया. साम्यं तु वचन परिवर्तने विशेषणस्य अपि तिङन्तपदस्य अपि परिवर्तनं भवति. विशेषणस्य केवलं वचन अनन्तरं केवलं विशेषणस्य एकनिमिषं महोदय, विशेषणस्य केवलं पुरुषतः भेदः न भवति, परन्तु पुरुषभेदः न भवति, वचनभेदः भवति, लिङ्गभेदः भवति. विशेषस्य तिङन्तपदस्य लिङ्गभेदः न भवति, परन्तु वचन पुरुषभेदः भवति. तर्हि साम्यं कुत्र, भेदः कुत्र? साम्यं वचनेषु भवति. भेदः द्वयोः, लिङ्ग अथवा लिङ्ग च पुरुषश्च भेदः भवति. विशेषणं केवलं लिङ्गभेदः, तिङन्तपदं केवलं पुरुषभेदः. साम्यं तु वचने अस्ति द्वयोः. अस्तु, सम्यक्. अत्र सर्वे अवगच्छन्ति खलु? प्रश्नः अस्ति वा इदानीं? तर्हि तत्र तिङन्तपदं गच्छति इति, गच्छति, तत्र लिङ्गभेदः भवति वा? पुष्पा भगिनी, लिङ्गभेदः नास्ति. गच्छति, हा, नाम लङ्लकारे बालकः अगच्छत्, अगच्छत्, तत्र लिङ्गभेदः न भवति. इदानीं इदानीं गतवान्, गतवान् क्रियपदमस्ति वा? तत्र सन्ध्या भगिनी वदतु, गतवान्, गतवान् लिङ्गभेदः अस्ति, गतवती. क्रियपदमस्ति वा? ओ आम् अस्ति, परन्तु क्रियापदं नास्ति. भवान् उक्तवान् क्रियापदं नास्ति, परन्तु यथा यदा वयं गतवान् वदामः क्रियापदस्थाने अस्ति. स्थाने अस्ति न वा इति अन्यप्रश्नः, किन्तु क्रियापदम् अस्ति वा? नो, न अस्ति. किं किमर्थं न अस् किम् अस्ति? ओ, किम् अस्ति क्रियापदं नास्ति चेत् किम् अस्ति? विशेषणं प्रायः. अन्यहारिकभगिनी किं वदति? विशेषणं, तस्मात् लिङ्गभेदः भवति, लिङ्गभेदः, वचनभेदः, विभक्तिः अपि यथा विशेष्यमस्ति तथैव कृतवान् उक्तवान् तदपि तथैव भवति. तद् शत्रुप्रत्ययः. शत्रुप्रत्ययः न कृतवतु, किन्तु समीचीनमस्ति. हा, भवती यत् उक्तवती तत् समीचीनमेव, तावत् प्रत्ययः अस्ति. किन्तु तत् सत् अपि च भगिनी यत् उक्तवती तदपि वक्तव्यमस्ति यत् अत्र विभक्तिभेदः अस्ति. पुरुषभेदः नास्ति, वचनभेदः अस्ति, लिङ्गभेदः अस्ति, अपि च विभक्तिभेदः अपि अस्ति. तदपि ज्ञातव्यमस्ति अस्माभिः. तर्हि क्रियपदस्य विभक्तिभेदः भवति वा? पद्मा भगिनी वदतु. पुनः पुनः पृच्छतु, क्षम्यतां. विभक्तिभेदेन, विभक्तिभेदेन क्रियापदभेदः भवति वा? विभक्तिभेदे क्रियापदम् आम् भवति. विर्जिन्य सुब्रह्मण्यं महोदय, भवान् वदत् किं वदति? भवति क्रियपदस्य भगिनी वदतु. क्षम्यतां, क्षम्यताम्. अहं क्षम्यतां. शृणोतु, अस्माकं वर्गः दूरवाण्या अस्ति इति तु सत्यं, किन्तु केवलं यः वदति तस्य अवधानमिति न. सर्वे शृण्वन्तु, सर्वे शृण्वन्तु सर्वदा, नो चेत् अस्माकं वर्गस्य न कोऽपि लाभः. सुभगिनी वदतु, तर्हि अत्र क्रियपदस्य विभक्तिभेदेन भिद्यते वा? क्रियापदस्य विभक्ति भेदः अति वा? क्षम्यताम्, क्रियपदं विभक्तिभेदेन भिद्यते वा? सम्यक्तया न श्रुतवती. क्षम्यतां. विभक्तिभेदेन क्रियापदं भिद्यते वा? विभक्तिभेदेन क्रिया न नास्ति. क्रियापदं क्रियपदं न भिद्यते खलु. कथं तृतीय तत्र विजिन्य सुब्रह्मण्य महोदय तत्र गच्छति इति अस्य तृतीयविभक्त्यन्तं रूपं भवति वा? नाम विभक्त्यन्तं नास्ति एव तत् तथा अस्तु. अत्र गतवान् इत्यस्य विभक्तिरूपाणि भवति वा? उदाहरणार्थं गतवन्तं बालकम् अहम् आगच्छतु वदामि. हा हा अस्तु अस्तु. तत् तत्र द्वितीयविभक्तौ अस्ति. तृतीयविभक्तौ उदाहरणं भवति पुष्पभगिनी भवति वा? द्वितीयविभक्ति तृतीया तृतीया मे अस्तु अस्तु. किं कुर्मः, एतत् सर्वं किञ्चित् इतोपि कठिनमस्ति, अग्रे गत्वा अस्मिन्नेव पाठे भविष्यति. एतावता अस्माकं कश्चन अग्रे गच्छेम. अत्र सारांशः उक्तः तत्र यत्र विशेषणमस्ति तत्र लिङ्गभेदः अस्ति, अपि च वचनभेदः अस्ति, अपि च विभक्तिभेदः अस्ति, किन्तु पुरुषभेदः नास्ति इति अस्माभिः दृष्टं. तर्हि अस्य किञ्चित् अभ्यासः भवतु. अत्र अष्टात्रिंशत् तमेपुटे यत्र कथा समाप्यते तत्र कश्चन श्लोकः अस्ति. अत्र श्लोकं पठतु तत्र. अस्तु, पुष्पभगिनी पठतु कृपया. त्रिविंशत् अष्टात्रिंशत् श्लोकः. नैकदुर्गविजेतारां धर्मकण्डकनाशकं वन्दे अहं शिवराजं तं कानोदरविदारकम्. अस्तु, यत्र श्लोकः अस्ति अस्माकं प्रथमं कार्यं किं, क्रियपदं किम् अस्मिन् श्लोके, क्रियपदं किं? वन्दे. कर्तृपदं अहं वन्दे. अत्र कर्मपदम् अत्र मेसचुसेट्स् सुब्रह्मण्यं महोदय तत्र वदतु, कर्मपदं किं? कर्मपदं शिवराजं. बहु सम्यक् अस्ति इति विशेष्यम्. अहं शिवराजं वन्दे इति वाक्यमस्ति खलु. अत्र तद्विहाय यावत् अस्ति तत् सर्वं शिवराजपदस्य विशेषणं भवति. तर्हि पश्येम अत्र नाम शिवराजम् इत्यस्य का विभक्तिः? द्वितीया. अपरेषां पदानां विभक्त्यन्तत्वं किम्? द्वितीया. द्वितीया विभक्ति. अतः इमानि पदानि विशेषणानि कस्य पदस्य? शिवराजं. शिवराजं शिवराजपदस्य. अस्तु, तर्हि पूर्णतया एकवारं पश्येम. प्रथमपदस्य अर्थः कः अत्र? नैकदुर्गविजेतारं विजेतारम् इत्युक्ते न जानामि, परन्तु न एक दुर्गः इति पदस्य आरम्भे भवति. यस्य जयः भवति सः विजेता. विजेतृ इति प्रातिपदिकं विजेतृ. यस्य जयः भवति सः विजेता. यस्य जयः अस्ति सः विजेता. अत्र रूपं किं? विजेतारं. विभक्तिः का? द्वितीया. खलु, तर्हि न एक तत्र दुर्गः इति अस्माभिः दृष्टं कति सप्ताहे खलु दुर्गः. न एकदुर्ग विजेता, न एकस्य दुर्गस्य विजेता, अपि च अनेकस्य दुर्गस्य विजेता. नैकदुर्गविजेतारं कम्? नैकदुर्गविजेतारं शिवराजं. शिवराजम्. अस्तु, अग्रिमपदमस्ति. अत्र शिवपापगिनी वदतु. क्षम्यतां, पुनः द्वितीयपदं किं? कस्य पदं? श्लोकः अस्ति खलु, श्लोकः. द्वितीयपदं पठतु. ओ, द्वितीयपदं वन्देयं धर्मकण्ट. ओ ओहो, धर्मकण्टकनाशकम्. धर्मकण्टकनाशकं. धर्मकण्टकनाशकम्. अत्र धर्म इति कण्टकं, तस्य नाशकं, धर्मकण्टकस्य नाशकम् इति एकं पदमस्ति. अस्तु, कण्टकं कण्टकं जानाति वा? तत्र कण्टकं वृक्षे भवति अथवा सस्ये भवति कण्टकं? थोर्न् इति वदामः. धर्मस्य कण्टकं, तस्य नाशकम् इति शिवराजं. नशति इति नाशकं, नाशयति इति नाशकं, नाशयति नाशयति. नाशः जानाति खलु, नाशः. नाशः इत्युक्ते डिस्ट्रक्षन्. नाशः. नशति अपि च नशति इत्युक्ते टु बि डिस्ट्रोय्ड्. नशति, नाशयति इति टु डिस्ट्रोय्ड्, नाशयति. अनिच् पठति पाठयति, नशति नाशयति. अत्र नाशयति इति नाशकं, यः नाशयति सः नाशकं. धर्मस्य कण्टकं, यः नाशयति सः धर्मकण्ठनाशकः. तं धर्मकण्ठनाशकं. कण्ठस्य पुनः वदतु. कण्ठः इत्युक्ते थोर्न्. ओ ओ, क्षम्यतां महोदय, थोर्न्. धन्यवादः. धर्मकण्ठकनाशकं शिवराजम्. अपि च तम्, अत्र तम् इति विशेषणमस्ति वा? आं, शिवराजं, तं शिवराजं. हा नाम सर्वनाम अपि विशेषणं तस्य नाम विशेषणविशेषभावः भवति खलु. शिवराजशब्दस्य यथा लिङ्गं वचनं विभक्ति च तत्र तथा अपि सर्वनामस्य सर्वनाम्नः खलु. अपि च अन्तिमपदम् अत्र विजिन्यसुब्रह्मण्यं महोदय तत्र वदतु. खानोदरविदारकं खान् उदरविदारकं य विच्छिन्नं करोति विदारकं खान् उदरविदारकं विच्छिन्नं मारयति. कानस्य उदरं तस्य विदारकं वदतु अस्तु. भवान् एव पूर्णतया वदतु अहम् इत्यस्मात् आरभ्य वन्दे पर्यन्तं सर्वं. अहं वन्दे शिवराजं यः अनेकदुर्गविजेतारं धर्मकण्टकनाशकं खान् उदरविदारकं तं वन्दे. यः तः इति एतत् सर्वं नास्ति अत्र खलु. यानि पदानि सन्ति श्लोके तानि तेषाम् उपयोगं करोतु. नाम शब्दक्रमः भिन्नः अस्ति किन्तु शब्दक्रमं प्रवर्त्य तत्र वदतु. अहं नैकदुर्गविजेतारं धर्मकण्टकनाशकं खानोदरविदारकं शिवराजं वन्दे. अपि च तं शिवराजं वन्दे. अस्तु सम्यक् सम्यक् अग्रे सरेम तर्हि अग्रे अग्रे सन्ध्या भगिनी पठतु कृपया अत्र. अत्र सुन्दरत्वम् उत्तमत्वं मुग्धत्वं च विशेषताः सन्ति. विशेषतां यत् पदं सूचयति तत् विशेषणं. सुन्दरः उन्नतं मुग्धा इत्येतानि विशेषणानि यस्य विशेषता उच्यते तत् पदं विशेष्यम्. कृष्णः आसनं बालिका इत्येतानि विशेषणानि विशेष्याणि. अस्तु तर्हि अत्र सुन्दरत्वम् उत्तमत्वं मुग्धत्वं तत्र विशेषणस्य भावः सुन्दरः इति विशेषणमस्ति. तस्य भावः भवति सुन्दरत्वं. त्वं त्व इति प्रत्ययः अस्ति. प्रत्ययस्य संयोजनेन तत्र भावः. तर्हि सुन्दरत्वम् इति विशेषता अस्ति. अपि च सुन्दरशब्दः तां विशेषतां सूचयति इति कृत्वा सुन्दरशब्दः विशेषणं. विशेषणस्य वदनेन विशेष्यं विशिष्यते भिद्यते. यथा शतं बालकाः सन्ति तेषु बालकेषु एकः उन्नतः अस्ति. तर्हि अहं यदा वदामि एकः बालकः तत्र अस्ति तत्र उन्नतः बालकः नाम शते बालकेषु यः उन्नतः तम् आह्वयितुम् इच्छामि इति कृत्वा तत्र विशिष्यते. अयं बालकः भिद्यते विशिष्यते उन्नतशब्दस्य प्रयोगेण. नाम शतं बालकाः सन्ति कं बालकम् इच्छामि इति मम पार्श्वे यः अस्ति सः न जानाति. अहं वदामि अहं तं बालकम् इच्छामि यः उन्नतः अस्ति. अतः तत्र उन्नतः इति शब्देन बालकः अयं बालकः, शतं बालकाः सन्ति तेषु अयं बालकः उन्नतः इति कृत्वा अयं बालकः भिद्यते, विशिष्यते. अतः तस्य शब्दस्य नाम विशेषणं, येन विशिष्यते. अस्तु, तर्हि अत्र किञ्चित् पश्येम. अत्र उदाहरणानि सन्ति. प्रथमव्यासः अस्ति तत्र. निहारिका भगिनी तत्र कृपया पठतु यथोदाहरणं. भगिनी अस्ति वा? हरि ओम्, कोऽपि अस्ति वा? अस्मि महोदय. हा, भवानेव पठतु कृपया. तत्र मेसचुसेट्स् सुब्रह्मण्यं पठतु कृपया. आं महोदय. यथा विशेषणं विशेष्यं, विशालं सैन्यं, अक्षौहिणी, तीक्ष्णः शरः, वीरः क्षत्रियः, गहनं वनम्, अजः आत्मा, भयावहः परधर्मः, प्रसिद्धा गीता, योगेश्वरः कृष्णः, धनुर्धरः पार्थः, मोहिनी प्रकृतिः, समं ब्रह्म. इति अनेन विशेष्यं विशिष्यते विशेषणेन, भिद्यते. अस्तु, अग्रे पठतु. अभ्यासः. यथोदाहरणं विशेषणविशेष्ययोः अङ्कनं कुरुत. उदाहरणार्थं ध्रुवा नीतिः, विशेषणं ध्रुवा, विशेष्यं नीतिः, परमं वचः, विशेषणं परमं, विशेष्यं वचः, सहजं कर्म, विशेषणं सहजं, विशेष्यं कर्म. अस्तु, सहदेव महोदय तत्र अस्ति वा महोदय? आम् आम्. तृतीयं महति चमुः, विशेषणं महति विशेष्यं चमुः. भगिनी एकनिमेषः कृपया. अस्तु महोदय, तत्र चमु अस्य वाक्यस्य दर्शनेन सहदेव महोदय वदतु, चमुः इत्यस्य लिङ्गं किम्? चमुः स्त्रीलिङ्गम्. समीचीनमस्ति. कथं जानाति? किमर्थं वदति भवान् चमुः श्रीलिङ्गे अस्ति? भगिनि एकनिमेषः, भवत्याः नाम यदा वदामि तथा खलु. इदानीं सहदेव महोदय वदति, वदतु कथं जानीमः महोदय श्रीलिङ्गे अस्ति, कथं भवान् कथं ज्ञातवान्? किमर्थं स्त्रीलिङ्गम् अस्ति? शिल्पा भगिनी सहायं करोतु. महती निश्चयेन स्त्रीलिङ्गरूपम् अस्ति, अतः जानीमः यत् चमुः अपि स्त्रीलिङ्गम् अस्ति. समीचीनमस्ति. सहदेव महोदय, तत्र यदि यदि वयं न जानीमः, यदि न जानीमः चमूशब्दस्य अर्थः कः, लिङ्गं किम् इत्यादिकं किमपि न जानीमः, तथापि वयं जानीमः यत् महती शब्दः तस्य विशेषणमस्ति, अपि च विशेषणभावः विशेषणविशेषभावः तु भवति एव. अतः महती शब्दः यतोहि स्त्रीलिङ्गे अस्ति, अतः चमूशब्दः स्त्रीलिङ्गशब्दः भवेत्. अतः सेना हा महति स्त्रीलिङ्गम्, अतः चमूः अपि स्त्रीलिङ्गशब्दः. द्वितीयं करोतु, चतुर्थम् अग्रिमं करोतु. ओ आम् महारथः द्रौपदः द्रुपदः द्रुपदः विशेषणं महारथः विशेषं द्रुपदः द्रुपदः. तर्हि अत्र विशेषणविशेष्यभावः अस्ति. महारथः इति वस्तुतः बहुव्रीहिसमासः अस्ति. महान् रथः यस्य सः बहुव्रीहिसमासः. सामान्यतया रथशब्दः विशेषणं नास्ति विशेष्यं, किन्तु अत्र विशेषणं जातमस्ति, विशेषणमस्ति. अस्तु अग्रे, तर्हि पुष्पाभगिनी अग्रे वदतु. विक्रान्तः अभिमन्युः विशेषणं विक्रान्तः विशेष्यम् अभिमन्युः. प्रियः नरः विशेषणं प्रियः विशेष्यं नरः. अस्तु स्पष्टं स्यात्. अग्रे सरेम, इदानीम् अवधेयम् अग्रे अग्रिमभागमस्ति. तत्र निहारिका भगिनी अस्ति वा? आं क्षम्यतां महोदय, म्यूट् मध्ये आसीत्. विशेषणस्य विशेष्यस्य च सम्बन्धः एव विशेषणविशेषभावः. अस्मिन् पाठे स्थूलाक्षरैः मुद्रितानां शब्दानां विशेषणविशेष्यभावः अस्ति. यथा बहूनां दुर्गाणां सर्वासु दिक्षु स्वकीयां बलम्. अस्तु तर्हि अत्र विशेषणविशेष्यभावः अस्ति. प्रथमं करोतु अग्रे गीतायाः. गीतायाः एतेषु वाक्येषु विशेषणविशेषभावं परिशीलयतु. व्यवस्थितान् धार्तराष्ट्रान् अत्र का विभक्तिः? द्वितीयविभक्तिः बहुवचनं. लिङ्गं पुल्लिङ्गं. सम्यक् अस्ति. तर्हि विशेषणं किम्? व्यवस्थितान् विशेषम् अस्ति धातराष्ट्रान्. विशेष्यं धातराष्ट्रान् सम्यक् अस्ति. तर्हि यथा विशेष्यं तथैव भवति विशेषणम्. अस्तु द्वितीयं करोतु. शास्त्रपाणयः धातराष्ट्राः. अत्र प्रथमविभक्ति बहुवचनं पुल्लिङ्गं. शस्त्रपाणयः इति विशेषणं धार्तराष्ट्राः इति विशेष्यम्. अस्तु एकवचने शास्त्रपाणयः कथं भवति? शस्त्रपाणिः. अस्तु समीचीनमस्ति. अग्रे सरेम, अग्रे अस्तु मेसचुसेट्स् सुब्रह्मण्य महोदय तत्र अपि न विजिन्या विजिन्या महोदय प्रवृत्ते शस्त्रसम्पाते प्रवृत्ते विशेषणं शस्त्रसम्पाते विशेष्यं वचनं लिङ्गं विभक्तिः प्रवृत्ते प्रवृत्ते शस्त्रसम्पाते सप्तमी विभक्ति महोदय प्रवृत्ते लिङ्गं वचनं प्रथमवचनं एकवचनं लिङ्गं प्रवृत्ति स्त्रीलिङ्गं पुल्लिङ्गं प्रवृत्ति अत्र अत्र प्रवृत्तिः अस्ति अथवा नाम प्रथमाविभक्तौ रूपं किम् अत्र प्रवृत्ते प्रथमाविभक्तौ किं स्यात् प्रवृत्तः प्रवृत्तः प्रवृत्तः प्रवृत्तिः प्रवृत्तः अस्तु समीचीनमस्ति इदानीं शिल्पा भगिनी अग्रे अस्ति महोदय अस्मि महोदय अग्रिमं प्राण्या प्रतिष्ठिता प्रतिष्ठिता प्रथमविभक्ति एकवचनं स्त्रीलिङ्ग् समीचीनमस्ति किन्तु अहं अत्र शब्दं न जानाति चेदपि अत्र अत्र शब्दस्य परिचयः जातः स्त्रीलिङ्गे अस्ति प्रथमभक्तौ अस्ति एकवचने अस्ति समीचीनमस्ति प्रज्ञा प्रतिष्ठिता अग्रे अपि सर्वत्र तथैव अस्ति किमपि नास्ति इतः अग्रे सरेम नो चेत् अस्माकम् अभ्यासः न भविष्यति अग्रे अग्रिमपुटे पश्येम महोदय एकः प्रश्नः प्रतिष्ठिता महोदय एकः प्रश्नः आकारस्त्रीलिङ्ग प्रतिष्ठिता अस्तु सुब्रह्मण्यं वदतु अत्र मम अभिप्रायः अस्ति प्रज्ञा विशेष्यं प्रतिष्ठिता विशेषणं सम्यक् अस्ति मम मनः कुत्र आसीत् समीचीनं तथैव अस्ति प्रज्ञा इति विशेषमस्ति प्रतिष्ठिता इति विशेषमस्ति तथैव अस्ति तत्र यः तत्र यत्र यत् पदमस्ति त्रिषु लिङ्गेषु तत्र विशेषणमस्ति अतः शिल्पभगिनी पश्यतु अत्र प्रज्ञा इति नित्यस्त्रीलिङ्गशब्दः अस्ति प्रज्ञा प्रतिष्ठिता इति त्रिषु लिङ्गेषु भवति इति कृत्वा तदेव विशेषणमस्ति तथैव सर्वत्र अत्र समीचीनमस्ति सम्यक्तया उक्तम् अत्र शब्दक्रमः तथा सर्वत्र नास्ति यत् प्रथमपदं विशेषणमस्ति द्वितीयपदमपि भवितुमर्हति तत्र संस्कृतभाषायां तत्र समक्रमः शब्दक्रमः निश्चितः नास्ति सर्वत्र तथा अस्ति अत्र अग्रिमेषु पदेषु कुत्रचित् प्रथमपदमस्ति कुत्रचित् द्वितीयपदमस्ति सत्यं सत्यम् अग्रे गच्छेम इदानीं चत्वारिंशः पुटः अस्ति इदानीं प्रथमतया लिङ्गभेदः अस्ति इति वयं जानीमः अत्र किमपि नास्ति पद्माभगिनी पठतु कृपया विशेषभावविषये वक्तव्याः केचन अंशाः सन्ति प्रायः विशेषणवाचकानां शब्दानां प्रयोगः त्रिषु लिङ्गेषु अपि भवति विशेषणं पुल्लिङ्गं स्त्रीलिङ्गं नपुंसकलिङ्गम् उत्तमः उत्तमा उत्तमं सुन्दर सुन्दरः सुन्दरी सुन्दरं समीचीन समीचीनः समीचीना समीचीनम् विशेष्यवाचकशब्दस्य यत् लिङ्गं तदेव लिङ्ग लिङ्गं विशेषणवाचकशब्दस्य अपि भवति यथा समीचीनः बालकः समीचीना बालिका समीचीनं पुस्तकं महान् सन्तोषः महती श्रान्तिः महत् दुःखम् अस्तु समीचीनमस्ति एतत् सर्वं किमपि नूतनं नास्ति खलु यथा विशेषस्य लिङ्गम् अस्ति तथैव विशेषणस्य लिङ्गम् अपि भवति स्त्रीलिङ्गे सावधानतया पश्यन्तु यतोहि कुत्रचित् स्त्रीलिङ्गे आकारः भवति कुत्रचित् ईकारः तत्र उत्तमः शब्दस्य तत्र उत्तमा सुन्दरशब्दस्य सुन्दरी इति सावधानतया कर्तव्यमस्ति न जानाति चेत् तत्र शब्दकोशेषु सम्यक् शब्दकोशः अस्ति चेत् तादृशसूचना तादृशी सूचना लभ्यते यत् स्त्रीलिङ्गे कीदृशरूपं भवति अस्तु इति लिङ्गभेदः भवति अग्रिमे अग्रिमे पुटे तत्र पश्यन्तु वचनम् अवधेयं वचनभेदः अस्ति अत्र अत्र पुष्पाभगिनी पठतु कृपया विशेष्यस्य यत् वचनं तदेव वचनं विशेषणस्य अपि भवति यथा एकवचनं दिव्यः रथः द्विवचनं दिव्यौ रथौ बहुवचनं दिव्याः रथाः विशालं क्षेत्रम् एकवचनः विशाले क्षेत्रे द्विवचनं विशालानि क्षेत्राणि बहुवचनः विशिष्टा रीतिः एकवचनं विशिष्टे रीती द्विवचनं विशिष्टाः रीतयः बहुवचनं अस्तु तथा अस्ति सर्वत्र तर्हि वचनभेदः भवति इति अपि जानीमः अत्रापि किमपि नूतनं नास्ति इदानीम् अग्रिमे भागे अधिकः अभ्यासः अधिकः परिश्रमः भवति अग्रिमे पुटे तत्र विभक्तिभेदः अस्ति अत्र एव अस्माकं किञ्चित् इतोपि अभ्यासः भवतु अवधेयम् अत्र अस्तु निहारिका भगिनी पठतु कृपया महोदय एकः प्रश्नः रीतिः विशेषणस्य सूचनेन स्त्रीलिङ्गः अस्ति sometimes we can't make out भवत्याः प्रश्नः कः संस्कृतेन वदतु अत्र कुत्र रीतिः किन्तु विशिष्टा अस्ति खलु विशेषणस्य रीतिः स्त्रीलिङ्ग विशेषण नास्ति चेत् न जानीमः द्रष्टव्यमस्ति शब्दकोशे किन्तु सामान्यतया शब्दस्य अन्ते तकारे इकारः ति इति भवति अन्ते सामान्यतया स्त्रीलिङ्गशब्दः पतिः पुल्लिङ्ग सर्वथा इति न सामान्यतया इति मया उक्तम् आधिक्येन सर्वथा इति न किन्तु आधिक्येन तथा अस्ति अस्तु अग्रे गच्छेम अस्तु विशेषस्य वचनम् अनुसृत्य अग्रिमे पुटे एतत् सर्वं जानीमः विशेषणस्य या विभक्तिः सा एव विभक्तिः विशेषणस्य अपि भवति पुल्लिङ्गे प्रथमविभक्तौ श्रेष्ठः युवकः अस्ति द्वितीयविभक्तौ श्रेष्ठं युवकम् अभिनन्दामः. तृतीय श्रेष्ठेन युवकेन सह चर्चां करोति. चतुर्थी श्रेष्ठाय युवकाय उपायनं दद्मः. पञ्चमी श्रेष्ठात् युवकात् नीतिकथां शृणुमः. षष्टि श्रेष्ठस्य युवकस्य विचाराः उदाताः सन्ति. सप्तमी श्रेष्ठे युवके जनाः स्निह्यन्ति. तर्हि यथा विशेषस्य विभक्तिः तथैव अपि भवति विशेषणस्य, खलु? अस्तु, अग्रे. तर्हि उदात्ताः द्रष्टव्यमस्ति. इदानीम् अस्माकम् अर्थस्य विषये इतोपि चिन्ता न स्यात्. पश्यतु तत्र शब्दकोशे पश्यतु. इदानीं मुख्यतः तत्र सिद्धान्तः कः? सिद्धान्तः नाम विशेषणविशेषभावः. इदानीम् अग्रे सन्ध्याभगिनी पठतु कृपया. स्त्रीलिङ्गे प्रथमा श्रेष्ठा धेनुः चरति. द्वितीया श्रेष्ठां धेनुं चारयतु. तृतीया श्रेष्ठाय धेन्वा सः वत्सः चरति. श्रेष्ठाय न, खलु? यथा लतया. क्षम्यताम्. अग्रे चतुर्थी श्रेष्ठायै धेन्वै तृणं ददाति. पञ्चमी श्रेष्ठायाः धेन्वाः क्षीरं लभ्यते. षष्टि श्रेष्ठायाः धेन्वाः वर्णः कपिलः अस्ति. सप्तमी श्रेष्ठायां धेन्वां विशिष्टाः गुणाः सन्ति. समीचीनमस्ति. पश्यन्तु, एका वार्ता अस्ति. अस्माकम् उच्चारणक्षेत्रे अपि अवधानं भवेत्. उच्चारणक्षेत्रे नाम यत्र अपप्राणत्वम् अथवा महाप्राणत्वम् अस्ति तत्रापि समीचीनरीत्या उच्चारणं भवेत्. अत्र भाषावागः अस्ति, खलु? अत्र शब्दः अस्ति श्रेष्ठः. अत्र अल्पप्राणः नास्ति, महाप्राणः अस्ति. अपि च धेनुः धे अत्र महाप्राणः अस्ति. अतः श्रेष्ठा धेनुः चरति स्पष्टतया वक्तव्यमस्ति. अनन्तरं यथा अत्र लभ्यते, भ इति महाप्राणः अस्ति. तत्र पञ्चमी विभक्तमस्ति. अत्र श्रेष्ठायाः धेन्वा क्षीरं लभ्यते. एकवारं वदतु. महाप्राणः अस्ति. अवश्यमस्ति, वदतु. श्रेष्ठायाः धेन्वाः क्षीरं लभ्यते. पुष्पा भगिनी, तत्र भगिनी वदति खलु, पुनः वदतु. लभ्यते. तर्हि श्रेष्ठायाः तत्र प्राणः भवति खलु, श्रेष्ठायाः धेन्वाः लभ्यते स्पष्टतया वक्तव्यमस्ति. तत्र किम् अस्ति, अस्माकं प्रादेशिकभाषासु दूराभ्यासः भवति. काचित् भाषासु महाप्राणः स्पष्टतया न उच्यते. कुत्रचित् नाम प्रत्येकं भाषायाः दोषः भवति प्रादेशिकभाषासु. अतः सावधानतया अस्माकम् उच्चारणं भवतु. अग्रेसरेम अत्र सदैव महोदय अग्रे अग्रे पठतु कृ नपुंसकलिङ्गे. प्रथमा श्रेष्ठं कार्यं तत्. श्रेष्ठं श्रेष्ठमिति वदतु. श्रेष्ठं कार्यं तत्. अग्रे द्वितीया श्रेष्ठं कार्यं करोतु. पश्यतु भोः, अत्र षष्ठं ठ तत्र वायुः आगच्छति. पुनः वदतु. श्रेष्ठं तथा पुनः वदतु. श्रेष्ठं अग्रे अग्रे तृतीया श्रेष्ठेन कार्येण एव यशः भवति. अग्रे चतुर्थी श्रेष्ठाय कार्याय समयं दद्मः. अग्रे पञ्चमी श्रेष्ठात् कार्यात् मा विरमतु. षष्टी श्रेष्ठस्य कार्यस्य सत्फलं भवत्येव. सत्फलं सत्फलं वदतु. सत्फलं. अग्रे सप्तमी श्रेष्ठे कार्ये रथाः भवामः. भवामः भवामः समीचीनमस्ति. अग्रे सरेम विजिन्य सुब्रह्मण्य तत्र अग्रे पठतु कृपया. यथोदाहरणं विभिन्नविभक्तिषु विशेषणविशेष्यभावस्य एकवचने अभ्यासं कुरुत. प्राचीनदेवालयः पुंलिङ्गे प्रथमा विभक्ति. प्राचीनः देवालयः द्वितीया विभक्ति. प्राचीनं देवालयं तृतीया विभक्ति. तृतीया विभक्तिः तृतीया विभक्तिः प्राचीनेन देवालयेन. अग्रे चतुर्थी विभक्ति. प्राचीने देवालये. कथं कथं पुनः वदतु. क्षम्यतां चतुर्थी प्राचीन उपरि प्रदर्शितमस्ति. उपरि अस्ति खलु पुलिङ्गे. रामा प्राचीनै सारि प्राचीनाय देवालयाय. अग्रे प्राचीनात् देवालयात्. प्राचीनस्य देवालयस्य. प्राचीने देवालये. अस्तु सम्यक् अस्ति. पद्माभगिनी अग्रे स्त्रीलिङ्गे. पद्मा भगिनी अस्ति वा? ओ म्यूट् मध्ये अस्ति. प्राचीननगरी स्त्रीलिङ्गे प्राचीनभवनं न न नपुंसकलिङ्गे न स्त्रीलिङ्गे वदतु सर्वं. प्राचीननगरी प्राचीना प्राचीना नगरी प्राचीनं कथं श्रीलिङ्गे प्राचीन्यां नगरे प्राचीनां पश्यतु सर्वे पश्यन्तु नगरी इति स्त्रीलिङ्गे दीर्घ ईकारात् शब्दः अस्ति यथा नदी, किन्तु तस्य अर्थः तथा नास्ति यत् प्राचीनशब्दः अपि तथा भविष्यति. प्राचीन इति अकारान्त शब्दः अकारान्तः. अतः सामान्यतया स्त्रीलिङ्गे आकारान्तशब्दः भवति. कुत्रचित् यथा सुन्दरशब्दः सुन्दरी भवति, किन्तु तत्तु अपवादः, सामान्यतया आकारः भविष्यति. तर्हि आकारान्तशब्दः यथा लथा, यथा लता लथा द्वितीय प्राचीनाय नगरीं का विभक्तिः? द्वितीयविभक्ति न, तथा नास्ति. अस्तु प्रदर्शयतु मेसचूसेट्स् सुब्रह्मण्यं तत्र वदतु. द्वितीयविभक्तिः भवति महोदय प्राचीनां नगरीम् अग्रे प्राचीनया नगर्या. पद्मा भगिनी अवचति वा? प्राचीनां नगरीं यथा लता लता यथा लता भवति लता लते लताः द्वितीय एकवचने किमस्ति लता प्राचीना न द्वितीयविभक्तौ किमस्ति लता एकवचने लतां प्राचीनां. अस्तु अग्रे वदतु भवती एव वदतु. प्राचीनया नगरीभ्याम् एकवचने नगर्या हा चतुर्थी प्राचीनायै नगर्यै पञ्चमी प्राचीनायाः नगर्याः पुनः वदतु एकवारं न श्रुतवान्. पञ्चमी प्राचीनायाः नगर्याः. अस्तु षष्ठी प्राचीनायाः नगर्याः प्राचीनायां नगर्याम्. अस्तु सम्यक् अस्ति. नपुंसकलिङ्गः केवलम् एकवच प्रथमभक्तौ द्वितीयभक्तौ न एकवचने सर्वं समानमस्ति. अस्तु अग्रे सरेम. हा पञ्च तत्र पुष्पभगिनी प्रश्नः अस्ति वा? हा प्राचीनां प्राचीन्या या प्राचीनया न अर्थमस्ति या पूर्णमस्ति प्राचीनाया न पूर्णनकारः अत्र हलन्तशब्दः नास्ति अकारान्तशब्दः नकारः सर्वत्र पूर्णनकारः अस्ति. यथा लता शब्दः प्राचीना लता. अस्तु अग्रे शिल्पा भगिनी पठतु कृपया पञ्चमम्. यथो धारणं यथोदाहरणं उचितेन विभक्तिरूपेण वाक्यनिर्माणं कुरुत उदाहरणार्थं विनीतः नो शमितम् अतः विनीतः सञ्जयः अस्ति तं धृतराष्ट्रः वदति वनितं सञ्जयं विनीतं सञ्जयं धृतराष्ट्रः वदति अग्रे उन्नतः साक्षी अस्ति कपिः तम् आरोहति कपिः उन्नतं सोरि समीचीनम् उन्नतं शाकुं आरोहति किन्तु शाखी स्त्रीलिङ्ग् अथवा पुल्लिङ्ग् अहं चिन्तयामि स्त्रीलिङ्ग् न भगिनि पश्यतु अत्र तस्य विशेषणं किं विशेषणं विशेषणं निश्चयेन पुल्लिङ्ग् तर्हि कथं वा ओके अस्तु तर्हि उन्नतं कपिः उन्नतं शाखी अत्र शाखी इत्यस्य प्रातिपदिकं ओ शाखीन् सो शाखिनं शाखिन् अतः अस्ति यस्य शाखा यस्य शाखा अस्ति नाम वृक्षः यस्य शाखा अस्ति सः वृक्षः इति शाखिन् प्रथमा भवतु शाखी अस्तु द्वितीयमस्ति सन्ध्या भगिनि तीक्ष्णाः इषवः सन्ति योद्धाः तैः प्रतियोत्स्यते योद्धाः यः युद्धं करोति सः योद्धा योद्धृ प्रातिपदिकमस्ति योद्धृ यः युद्धं करोति सः योद्धा इषवः अत्र तीरः इति अर्थः एरो एकवचने इषुः अस्तु वदतु योद्धाः इषवैः कथम् अत्र अहम् उक्तवान् एकवचने इषुः आं सो गुरुशब्दः गुरवः का विभक्तिः अस्ति अत्र तृतीयविभक्तिः वचनं किं बहुवचनं हा तर्हि गुरुः तृतीय बहुवचने किम् अस्ति गुरुः आम् गुरुभिः आम् तीक्ष्णैः प्रतियोच्यते सम्यक्. अग्रे अग्रे निहारिका भगिनी अग्रे. शान्तः आत्मा अस्ति तस्मिन् चैतन्यं प्रकाशते. शान्ते आत्मनि चैतन्यं प्रकाशते. समीचीनमस्ति. शान्ते आत्मनि चैतन्यं प्रकाशते. अस्तु सम्यक् अस्ति. अग्रे पुष्पाग्नि अग्रे. अक्षयं तूणीरम् अस्ति तस्मात् शरं स्वीकरोति. अक्षयात् तूणीरात् शरं स्वीकरोति. हा बहु सम्यक् अस्ति. अग्रे विर्जिन्या सुब्रह्मण्यं महोदय. महत् स्यन्दनम् अस्ति तेन गच्छति. महतेन स्यन्दनेन गच्छति. महतेन भवति वा कीदृशशब्दः? महत् महत् शब्दः. महत पुनः वदतु. महता स्यन्दनेन गच्छति. अस्तु अग्रे. अधुना मेसचुसेट्स् सुब्रह्मण्यं अग्रे. अद्वेष्टा भक्तः अस्ति ईश्वरः तम् इच्छति. अद्वेष्टां भक्तम् ईश्वरः इच्छति. चिन्तयतु भोः. भक्तः इति श्रीलिङ्गं किम्? भक्तः पुल्लिङ्गशब्दः. तस्य विशेषणं किम्? भक्तः विशेषणम् अद्वेष्टं भक्तम् चिन्तयतु. अत्र किमस्ति? भक्तः इति पुल्लिङ्गशब्दः, अतः तस्य विशेषणमपि पुल्लिङ्गशब्दः. तर्हि अद्वेष्टा इति प्रातिपदिकं किं? प्रातिपदिकं द्वेष्टं न. अत्र वार्ता अस्ति यत् यदि अकारान्तशब्दः अभविष्यत् तर्हि कथं वा अद्वेष्टा अभविष्यत्? एकनिमिषं महोदय. आत्मा इव भवति खलु? आत्मा इव नास्ति. अत्र कर्तृ इव अस्ति. कर्तृ इति कर्ता अस्ति. कर्ता अद्वेष्टृ अद्वेष्टरं भक्तम् ईश्वरः इच्छति. अद्वेष्टारं समीचीनम्. अद्वेष्टारं सम्बन्धः नास्ति खलु? तत् तथैव अद्वेष्टारं भक्तम् ईश्वरः इच्छति. सम्यक् अस्ति. अस्तु अग्रे. सहदेवमहोदय वदतु. दिव्यं चक्षुः अस्ति पार्थः तेन विश्वरूपं दृष्टवान्. अवगच्छति वा? पार्थः तेन इत्यस्य का विभक्तिः? तेन तृतीयविभक्ति तृतीयविभक्तिः तर्हि दिव्यं चक्षुः इति प्रथमा इति तृतीयविभक्तौ करोतु दिव्यं दिव्यमिति तृतीय लिङ्गं लिङ्गं किं नपुंसकलिङ्गं दिव्या न न अत्र दिव्या इति अकारान्तशब्दः यथा वनं वनशब्दस्य तृतीया किम् एकवचने वनं तृतीय वनेन अत्र तथा दिव्येन दिव्येन चक्षुः प्रातिपदिकं किं चक्षुष उदयनषकारान्तः गुरुः न न न उकारान्तः न षकारान्तः ओ षकारान्तः धनुष धनुष अस्य तृतीय शिल्पा भगिनी साहाय्यं करोतु भगिनी अस्ति वा अस्तु सन्ध्या भगिनी वदतु क्षम्यताम् तृतीय वदतु भवती एव वदतु चक्षुषा दिव्येन चक्षुषा पाठः दिव्येन चक्षुषा विश्वरूपं दृष्टवान् अस्तु अग्रे सन्ध्या भगिनी अग्रे वदतु महती निशा अस्ति तस्यां संयमी जागरति जागर्ति महती निशा अस्ति तस्यां संयमी तर्हि तस्यां का विभक्तिः तस्यां सप्तमी विभक्ति करोतु महती निशा महती नदी शब्दः महत्यां महत्यां निशयां न निशा लता सप्तमी ओ लते लते न न लते नास्ति लतायां सो निशायां महत्यां निशायां संयमी जागर्ति अस्तु समीचीनमस्ति अग्रे पद्मा भगिनी अग्रे ज्येष्ठा नारी अस्ति तस्याः नाम पाञ्चाली पाञ्चाली श्रेष्ठा नारी अस्ति नारी अस्ति तस्याः इति का विभक्तिः भगिनी षष्ठी विभक्ति करोतु श्रेष्ठा नारी श्रेष्ठाः नार्या नार्य तत्र भवत्याः अभ्यासः न तथा नास्ति अभ्यासः मया उक्तं नाम तत्र अजन्तशब्दानाम् अभ्यासः भवतु अत्र सामान्यतया सामान्यशब्दः अस्ति अत्र षष्ठीविभक्तिः किं भवति निहारिका भगिनी वदतु श्रेष्ठाय नार्याः नाम पाञ्चाली पुनः वदतु कृपया. श्रेष्ठाय नार्याः. न न, श्रेष्ठाय इति नास्ति, श्रेष्ठायाः. श्रेष्ठायाः नार्याः नाम पाञ्चाली. किन्तु महाप्राणः अस्ति. श्रेष्ठायाः, श्रेष्ठायाः नार्याः इति. अस्तु, समीचीनम्. अस्माकम् अभ्यासः जातः, इदानीं समयः समाप्तः. इतः अग्रे सर्वे अभ्यासं कुर्वन्तु. अस्मिन् यावन्तः अभ्यासाः सर्वे सन्ति तान् सर्वान् समापयन्तु. अस्मिन् विभक्तिविषये, विशेषतः विभक्तिविषये अधिक अभ्यासः अपेक्षितः अस्ति. अयम् अभ्यासः, अनन्तरम् अग्रिमं षष्ठमभ्यासम्, अनन्तरं सप्तमम्, अष्टमं, नवमं, दशमं सर्वं समापयन्तु गृहपाठरूपेण. समीचीनं वा? अस्तु, अनेन अभ्यासः नाम सुदृढः भविष्यति. अस्तु, तर्हि अग्रिमे सप्ताहे मिलामः. धन्यवादः. ओके, नमस्कारः. धन्यवादः. धन्यवादः. सुरूप् महोदय.